सर्वेषां नमस्कारः। अहं भारतं गतवान् डिसेम्बर् मासे, गतसप्ताहे एव प्रत्यागतवान्। अस्तु, तर्हि भव्या भगिनिन्या इदानीं पर्यन्तं पाठितम्, अधुना अहमेव पाठयामि। सा वदति यत् बलाबलम् इति विषये पूर्वत्र सिद्धम् इति उपविषयपर्यन्तं समाप्तमस्ति। तर्हि इदानीम् अग्रे गच्छामः, प्रायः पाठम् अद्य समापयामः। अस्तु, तर्हि अग्रे अस्ति वारणात् अङ्गं बलियम् इति। तर्हि अष्टाध्यायीसूत्राणां बलाबलम् इति विषये पञ्चबिन्दुः अस्ति, पञ्चमः बिन्दुः अस्ति वारणात् अङ्गं बलियः, परिभाषा पञ्चपञ्चाशत्। ते सर्वे प्राप्नुवन्ति वा? अत्र वारणात् अङ्गं बलियः इति पूर्वत्र सिद्धम् अस्ति खलु, यत्र पूर्वत्र सिद्धम् इति विषयः समापयति, तस्मात् अनन्तरं पञ्चमः बिन्दुः अस्ति वारणात् अङ्गं बलियः इति। प्राप्नुवन्ति वा सर्वे? अस्तु, तर्हि अग्रे गच्छामः। तर्हि मीना महोदय अस्ति खलु, कृपया पठतु। सम्यक् अवगतं महोदय। अस्तु, तर्हि तत् एकवारं आफ्लैन् भवत्याः प्रश्नः अस्ति चेत् आफ्लैन् पृच्छतु, अधुना अग्रे गच्छामः। तत्र करपत्रं समापयामः प्रायः। मीना महोदय, अहं द्वितीया हेतिराजन् अस्मि। नमस्कारः जि। नूतना छात्रा अस्ति वा? नूतना एव, अद्य एव आगम्। न नूतन, भव्या भगिनी वर्षः गतसप्ताहे उचित् खलु? अस्तु अस्तु, मेलिष्यति। अस्तु अस्तु, स्वागतम्। अस्तु, धन्यवादः जि। मीना महोदय, नमस्ते महोदय। अग्रे पठतु। वारणात् अङ्गं बलियः। अस्तु, न प्राप्नोति वा? पुटसङ्ख्या त्रयोदश। अस्तु, विजि गोविन्दराजन् महोदय, भवती प्राप्नोति वा? प्राप्तं भवति, किन्तु गतवर्गे न आगतवती। अस्तु, नूतनविषयः पठामि। विवरणं विषये किञ्चित् चिन्तनं करणीयं। वारणात् अङ्गं बलीयः, परिभाषा पञ्चपञ्च वर्णस्य इदं वर्णं निमित्तीकृत्य जायमानं कार्यं। वर्णस्य इदं वर्णं निमित्त ीकृत्य जायमानं कार्यं। वर्णसम्बन्धं वारणम्। अङ्गस्य इदम् आङ्गम्। अङ्गनिमित्तिकं वा अङ्गोद्दिशिकं वा कार्यम् आङ्गम्। अङ्गसम्बन्धम् आङ्गम्। वर्णनिमित्तिककार्यापेक्षया अङ्गाधिकारस्य कार्यं प्रबलम्. किं लिखितं? वर्णस्य इदं वर्णम्, वर्णस्य इदं वर्णम् इत्युक्ते वर्णं वर्णं निमित्तीकृत्य जायमान, ओ यदि वर्णं निमित्तीकृतं तर्हि एतत् वर्णं वर्णम् इति वदामः. वर्णं निमित्तीकृत्य जायमानकार्यं वर्णम्, वर्णम् नाम वर्णं, वर्णम् अधिकृत्य वर्णं निमित्तीकृत्य यत् कार्यं भवति तत् कार्यं वर्णम्, वर्णम् इति वदामः. वर्णसम्बन्धं वर्णम्, वर्णसम्बन्धम् अपि वर्णं वा महोदय. अङ्गस्य इदम् आङ्गम्, अङ्गनिमित्तिकं वा अङ्गोत्तिसिकं वा कार्यम् आङ्गम्, तादृशम् एव अङ्ग वर्णनिमित्तीकृत्य जायमानकार्यं वर्णम् इति वदामः. तद्वत् अङ्गनिमित्तिकं जायमानकार्यम् आङ्गम् इति वा महोदय? आङ्गम् आङ्गम् अङ्गसम्बन्धम् आङ्गं वर्णनिमित्तिककार्य अपेक्षया अङ्गाधिकारस्य कार्यं प्रबलं, वर्णनिमित्तिककार्य अपेक्षया अङ्गाधिकार न अवगतं महोदय, प्लीस्. यदि एकस्मिन् एव स्थाने एकं कार्यम् अस्ति यत् वर्णनिमित्तिकम् वर्णनिमित्तमस्ति, नाम वर्णस्य वर्णम् अधिकृत्य कार्यं भवति, अन्यकार्यमस्ति अङ्गनिमित्तम्, अङ्गनिमित्तं नाम अङ्गं निमित्तीकृत्य कार्यं भवति, कार्यं भवति. तर्हि अङ्गनिमित्तिकं निमित्तं कार्यं प्रबलम् इत्युक्ते बलवत्. द्वित्वं भवति, द्वित्वं कस्य अस्ति? एको मम वा न, अस्तु पठतु पठतु. मीना महोदय भवत्याः एव अस्ति, म्यूट् करोमि, म्यूट् करोमि. हा अवगच्छति वा विजि महोदय? अवगच्छामि. तर्हि अग्रे उदाहरणम् अस्ति. अङ्ग अधिकारस्य कार्यं वर्णनिमित्तककार्य अपेक्षया बलवत् भवति. एतत्तु सूत्रं नास्ति, परिभाषा अस्ति. परिभाषा अस्ति वर्णात् अङ्गं बलीयः, बलीयं वर्णात् अङ्गं बलीयः. प्रत्यय प्रतियोगः इ योगः अच् एरच् इति सूत्रम्. अत्र सूत्रस्य महत्त्वं नास्ति. तर्हि चिन्तयतु, प्रत्यय यद् अस्ति तद् वस्तुतः सन्धि अस्ति, प्रति इ अच्, तर्हि प्रति इ अच् इति कथं प्रत्ययं निष्पादयति इति अधुना वयं पश्यामः. प्रतियोगः इ योगः अ प्रत्ययं निमित्तीकृत्य गुणः प्राप्नोति. प्रतियोगः ए ए योगः ए च वयावः इति सूत्रेण ई स्थाने ए आदेशः भवति इत्यनेन केन सूत्रेण ई स्थाने भवति? सार्वधातुक वा सार्वधातुक आर्धातुकयोः खलु आर्धधातुकप्रत्ययः. आम् इ प्रत्यय स्थाने ये भवति य कथं भवति भवती एव वदतु अङ्गकार्य अत्र अ प्रत्यय अस्ति प्रति इ अ अत्र अ प्रत्यय अस्ति अत्र अप्रत्ययस्य निमित्तिक अप्रत्ययं निमित्तीकृत्य अङ्गं किं प्रतियोग इ अङ्गम् प्रतियोग इ अङ्गमस्ति खलु तर्हि प्रतियोगः इ मध्ये प्रतियोगः इ अङ्गमस्ति अ आर्धातुकः अस्ति वा सार्वधातुकः अस्ति वा आर्धधातुक अतः आर्धातुकप्रत्यये परे अस्ति चेत् इगन्त अङ्गस्य गुणं भवति खलु आं भवति येन सूत्रेणघुपदस्य सार्वधातुक अर्धधातुकयो सार्वधातुक आर्धातुकयो तर्हि अत्र किं भवति ई स्थाने किं भवति ये भवति तर्हि प्रति एकनिमिष प्रति ए अ भवति प्रति ए योगः महोदय न अवगच्छामि पुनः वदतु अपि च प्रतियोगः इ कुतः आगच्छति तत् अधुना अस्माकं विषयः नास्ति प्रतियोगः इ प्रत्ययमध्ये प्रतियोगः इ योगः अ कथं भवति इति अधुना विषयः नास्ति अधुना केवलं चिन्तयति यत् प्रतियोगः इ योगः अ अस्ति किन्तु इ तत्र प्रत्यय नास्ति नास्ति अप्रत्यय अप्रत्यय सवर्णदीर्घसन्धि प्रति इत्युक्ते किम् इति न किमपि किमर्थं न भवति तदेव अत्र चर्चा अस्ति सवर्णदीर्घसन्धि कथं न भवति इति चर्चा अस्ति अधुना एकवारं शृणोतु अस्तु एक कथं आगच्छति एकनिमिषं न श्रोतुं शक्नोमि महोदय वदतु अप्रत्यय अस्ति आर्धातुकप्रत्यय अस्ति तर्हि अप्रत्ययनिमित्तीकृत्य अङ्गम् अस्ति प्रतियोगः इगन्तम् अस्ति खलु अस्तु तर्हि इगन्त अङ्गस्य गुणं भवति तर्हि इकारस्य स्थाने ए भवति अस्तु सार्वधातुक अर्धधातुक सूत्रस्य बले अस्तु धन्यवादः पठतु महोदय अत्र प्रतियोगः ये योगः अधुना एचोयावः इति सूत्रेण ये ऐ भवति प्रतियोगः ऐ योगः अ इत्यनेन यणादेशः प्रत्य ऐ अ वर्णमेलनेन प्रत्यय ऐ वर्णमेलनेन प्रत्यय यः इति निष्पन् तर्हि सर्वप्रथमम् अ यत् प्रत्ययः अस्ति तत् प्रत्ययनिमित्तिकम् अङ्गम् अस्ति प्रतियोगः अ यदि प्रथमम् अङ्गकार्यं भवति तर्हि सार्वधातुकार्धातुकयोः इति सूत्रेण ई स्थाने ए भवति तदनन्तरं यत् एचोयवा यावः इको यणचि अस्ति ते तु वर्णनिमित्तिकं कार्ये स्तः ते अनन्तरं भवतः अतः अङ्गनिमित्तिककार्यं वर्णनिमित्तिककार्यम् अपेक्षया बलवत् इति पठितवन्तः किल तर्हि एकवारम् अङ्गकार्यं भवति नाम गुणकार्यं भवति तदनन्तरम् एचोयवा यावः इति सूत्रेण योगः अ तदनन्तरम् इको यणचि इति सूत्रेण इ योगः अ तत्र य भवति प्रत्ययः य भवति अधुना यदि अङ्गनिमित्तिकं कार्यं प्रथमं न कृत्वा यदि वर्णनिमित्तिकम् अङ्गं कार्यं यदि वयं प्रथमं कुर्मः तर्हि कथं भवति इदानीं वयं पश्यामः. अस्तु, अग्रे करोतु महोदय. महोदय, तत्र प्रत्यय इत्युक्ते प्रातिपदिकम् अनन्तरं प्रत्ययः प्रथमाविभक्ति एकवचनं. आम् अस्तु. अत्र प्रतियोगः इ प्रथमं करोति चेत् सवर्णदीर्घसन्धि भूत्वा प्रती इति आगच्छति रूपं. प्रति अत्र नास्ति महोदय. किं नास्ति? अग्रे अस्ति, पठतु. अभ्यासः इति न दृष्टम्. एवम् अकृत्वा वर्णनिमित्तिकं कार्यं क्रियते चेत् न नास्ति वा? ओ अस्ति अस्ति. एवम् अकृत्वा वर्णनिमित्तिकं कार्यं क्रियते चेत् प्रतियोगः ईयोगः अकः सवर्णे दीर्घः इत्यनेन सवर्णदीर्घसन्धि प्रतियोगः प्रतियोगः अप्रत्ययं निमित्तीकृत्य गुणः प्राप्नोति. प्रत्ययोगः एचोयः इत्यनेन यान्तमान्त आदेशः सन्ति प्रत्ययोगः प्रत्ययः इति दोषपूर्णरूपं सिद्धम्. प्रतियोगः अकः सवर्णे दीर्घः इत्यनेन प्रति इति दीर्घ इ आगच्छति. प्रतियोगः अप्रत्यय निमित्तीकृत्य अत्र गुणकार्यं भवति. इ स्थाने ये आदेशः भवति प्रत्ययोगः. अधुना एचोयवायावः इति सूत्रेण ये स्थाने ऐ इति आदेशः भवति प्रत्ययोगः प्रत्ययः इति रूपं निष्पन्नम्. तर्हि पश्यतु, यदि अङ्गकार्यं निमित्तीकृत्य यदि अङ्गमस्ति तत् यदि वयं पूर्वं न कुर्मः परन्तु वर्णनिमित्तिकम् कार्यं यदि वयं पूर्वं कुर्मः तर्हि प्रथमं तु अकसवर्णदीर्घः इति सूत्रेण सन्धि भूत्वा प्रतियोगः अ भवति. अधुना यदि गुणं करोति कुर्मः तर्हि प्रत्ययोगः अ इत्ययवायाव इत्यनेन प्रत्ययः भवति. तत्र दोषपूर्णं रूपं भवति. अतः इदं सन्धिकार्यम् उदाहरणमस्ति यत् अङ्गकार्यं प्रथमं करणीयं, तदनन्तरम् एकवारम् अङ्गकार्यं समापयति सर्वम् अङ्गकार्यं समापयति तदनन्तरम् एव वर्णकार्यं करणीयम्. अवगच्छन्ति वा सर्वे? आं महोदय. प्रत्यय आगच्छति चेत् केवलं अत्र तत्र एव अङ्गकार्यम् आगच्छति किल? अङ्गं तदेव भवति यदा कुत्र कोऽपि प्रत्ययः अस्ति खलु. अङ्गं सर्वदा प्रत्ययं निमित्तीकृत्य किमपि अङ्गमस्ति. पूर्वम् अङ्गं प्रत्ययः नास्ति चेत् अङ्गमेव नास्ति. अङ्गमेव नास्ति. आं महोदय. अस्तु, अभ्यास. धन्यवादः महोदय. धन्यवादः. अग्रे अरुणा महोदय. अङ्गम् इत्युक्ते एकमेव एकः एव शब्दः इति नास्ति किम्? किमपि नियमः नास्ति अत्र? प्रतियोगः इ अस्ति खलु, तत्र प्रतियोग इ तत्र सन्धि न कृतवन्तः इत्युक्ते तत्र शब्दद्वयं खलु? अस्तु अस्तु. शब्दद्वयमपि भवितुं शक्नोति. प्रतिभिन्नमस्ति, ई भिन्नमस्ति. आम् आम्, तत् पूर्णं प्रति एकः शब्दः इ अन्यशब्दः द्वयोः मिलित्वा अङ्ग अत्र परन्तु वस्तुतः अत्र अकृते इ एव अस्ति खलु परन्तु तत्र सन्धिं प्रथमं न भवति अनन्तरं भवति सत्यम् अतः अप्रत्ययस्य दृष्टेः इ एव प्रत्यय वा प्रतियोग प्रतियोगः अचिन्तयतु तदपि कर्तुं शक्नुमः अस्तु अस्तु अग्रे गच्छामः तत्र पुनः प्रतियोग चिन्तयामः तत्र सूत्रद्वयस्य प्रसक्तिः अस्ति खलु पुगन्तलघुपदस्य अपि च सार्वधातुक आर्धधातुक तत्र किमर्थं तत्रापि किमपि विप्रतिषेधः अस्ति वा न द्रष्टव्यं किम् अत्र ई स्थाने तु तत्र स्थानभिन्नम् अस्ति खलु नास्ति वा न न अवगच्छामि पूर्ण अङ्गम् अस्ति चेत् ई उपधा व्यवस्थातायाम् अस्ति ई तु अन्ते अपि अस्ति अतः सार्वधातुक धातुक आर्धधातुक कार्यं करोति वा लघु पदस्य कार्यं करोति समीचीनः अस्ति अतः प्रायः भवती यद् वदति तदेव सत्यं यत् ई एव अङ्गम् यदि प्रतियोगः ई अङ्गम् अस्ति चेत् तत्र पुगन्तलघुपदस्य च अपि तत्र प्रसक्तिः भवति खलु तर्हि प्रायः ई एव अङ्गमिति चिन्तयामः इति अस्ति प्रायः अहं चिन्तयामि भवती सत्यं वदति आं महोदय प्रतियोगः ई प्रति प्रकृति ई प्रत्ययः ततः प्रति इति अङ्गम् ई प्रत्ययः ततः पुग सार्वधातुक आर्धधातुकयोः इति सूत्रेण गुणः भवति प्रति तदेव मम प्रश्नः प्रति अपि अङ्गम् अस्ति चेत् पुगन्तलघुपदस्य किमपि न पुगन्तस्य प्रति ई किमर्थं प्रतिपदे ई अन्तपदं न पुग लघु उपदम् किन्तु अनन्तरं तु इकारः अस्ति खलु दातुकयोः सूत्रेण गुणः भवति प्रति पकार रेफ आ तकार इ महोदय एव चिन्तयतु एवं चिन्तयतु अत्र प्रतियोगः अ अत्र अधुना यावत्पर्यन्तं योगः न भवति तावत्पर्यन्तम् उपधा नास्ति खलु इकारः उपधा किम् अस्ति अन्तिम अक्षरस्य अन्तिम अक्षरात् पूर्वं यत् अक्षरमस्ति तत् उपधा परन्तु प्रतियोगः ई मध्ये यावत्पर्यन्तं योगः न भवति तावत्पर्यन्तं प्रति तस्य इकारः यत् अस्ति तत् उपधा नास्ति खलु अस्तु एकवारं यदि यदि एकशब्दः आसीत् तर्हि तत्र उपधा अस्ति सत्यं परन्तु यावत्पर्यन्तं योगः न भवति तावत्पर्यन्तं प्रति इति शब्दस्य इकारः अनन्त इकारस्य उपधा नास्ति अत्र मध्ये गेप् अस्ति खलु अस्तु इदानीं तु प्रश्नः उदेति इकारस्य इकारस्य योजना करणीयं वा इकारस्य गुणः करणीयः गुणः करणीयं यतोहि अङ्गकार्यमेव करणीयम् तर्हि प्रतियोगः ई योगः अ मध्ये प्रतियोगः ई भिन्नभिन्नमस्ति एकपदं नास्ति एकशब्दं नास्ति तर्हि प्रश्नः उदेति यत् प्रतियोगः ई मध्ये प्रथमम् ई योगः ई करणीयम् अथवा किन्तु अङ्गं किम् इति सम्यक् ऐ मीन् स्पष्टि न कृतवान् महोदय. किमपि चिन्ता अत्र यदि भवत् यदि वयम् अ प्रत्ययं निमित्तीकृत्य यदि प्रतियोगः इ अपि अङ्गं यदि वयं चिन्तयामः तत्रापि क्लेशः नास्ति, यतोहि प्रतियोगः इ अङ्गं यावत्पर्यन्तम् एकं न अस्ति तावत्पर्यन्तम् उपधा नास्ति. सत्यं, किन्तु अङ्गस्य विषये एव किमपि स्पष्टि न कृतवान्. द्वयोः सन्दर्भे प्रसङ्गे भवितुं शक्नु तदेव भवति, किन्तु स्पष्टतया सः यथा यावद् मया पठन्तम् इदानीं पर्यन्तम् अङ्गं प्रत्ययस्य पूर्वं यत्किमपि अस्ति तत्सर्वम् अङ्गम् इति चिन्तयामः. तर्हि तदेव यदि वयं चिन्तयामः प्रतियोगः प्रतियोगः इ तदपि यदि वयम् अङ्गरूपेण यदि वयं चिन्तयामः तर्हि किमपि क्लेशः नास्ति. अस्तु अस्तु अस्तु, अग्रे गच्छामः. अरुणा महोदय पठति वा? आं महोदय, षष्ठ बिन्दुः अभ्यासः. अत्र सन्ति त्रीणि तिङन्तपदानि. शक्नुः शक्नु योगः अन्ति शक्नुवन्ति रूपं सिद्ध्यति. छिनु अन्ति चिन्वन्ति. कुरु अन्ति कुर्वन्ति इति रूपाणि भवन्ति. एषां रूपाणां निष्पादनार्थम् अधः प्रसङ्गिकसूत्राणि दत्तानि. बलविषये विचिन्त्य प्रत्येकं तिङन्तपदस्य कृते केषां सूत्राणि प्राप्तिः भवति, केषां च बाधा भवति, केन क्रमेण प्राप्तिं बाधं च आयुज्यरूपं साधनीयम् इति निर्णीयताम्. वर्गे अस्मिन् विषये चर्चयामः. तत्पश्चात् अत्र एव समाधानं लिखिष्यते. इदं वदति त्रीणि तिङन्तपदानि रूपसिद्ध स्टेप्स्. तर्हि तत्र तिङन्तपदानि सन्ति. तिङन्तपदानि धातु प्लस् किं किं सोपानं प्रथमसोपानानि सन्ति. किं सोपानं प्रथमं कर्तव्यं, किं निषे तदर्थं गतसूत्राणि दत्तानि. प्रथमं बलाबलविषये चिन्तनीयं. तदनन्तरं केषानि सूत्राणि प्राप्ति इति चिन्तनीयं. तदनन्तरं के सूत्राणि बाधा भवति, केन क्रमेण प्राप्तिं बाधं च आयुज्य रूपं साधनीयम् इति चर्चामः. अस्तु, तर्हि प्रथमं तु वयं कानिचन सूत्राणि पठामः. एकवारं सूत्राणि पठामः, तदनन्तरं वयं पश्यामः यत् सोपानानि कानि सन्ति. अस्तु, तर्हि अग्रे पठतु महोदय. अन्ति तस्य प्रत्ययः सिद्धिः. परस्मैपदे धातूनां मूलतिङ् प्रत्ययाः तिप् तश्चि प्रथमविभक्त्यां ततः जो अन्तः सप्तमपादे सप्तम अध्याये एकपादे तृतीयसूत्रः. प्रत्ययस्य जकारः अवयवयस्य स्थाने अन्त आदेशः भवति. ज षष्ट्यन्तम् अन्तः प्रथमान्तं द्विपदम् इति सूत्रं जकारे अन्त अवयवे च अकारः संयुज्यतः उच्चारणार्थम् षड्कच्छतां प्रत्यादीनाम् इति अस्मात् प्रत्ययस्य इत्यस्य अनुवृत्तिः अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसूत्रसहितसूत्रम् अङ्गस्य प्रत्ययस्य जः अन्तः किं लिखितम् अस्तु तर्हि एकवारं सर्वे किं पठतु सप्तमध्यायस्य सप्तमाध्यायस्य प्रथमपादं तत् अष्टाध्यायी सूत्रपाठे कृपया उद्घाटयन्तु 7-1 तर्हि अत्र 7-1-3 अस्ति भवन्तः भवन्तः तस्मात् पूर्वमस्ति आयनेयनीयः हड खां प्रत्यादीनां तत्तु सूत्रम् अस्माभिः न पठितं तदनन्तरं तस्मात् पूर्वं सूत्रमस्ति युवोरनाकौ युवोरनाकौ इति सूत्रं तु अस्माभिः पठितं खलु कोऽपि कोऽपि स्मरति वा सत्यं सत्यं तत्र नुल् अकः ल्युट् प्रत्ययम् अन इति प्रत्ययं सत्यं तर्हि अस्मिन् पादे किमस्ति प्रत्ययादेशः अस्ति नाम प्रत्ययस्य स्थाने भिन्नप्रत्ययः आगच्छति तर्हि युवोरनाकौ इति सूत्रे किमस्ति यु स्थाने अन् भू स्थाने अक् तथैव झोऽन्तः इति सूत्रे किं लिखितमस्ति यत् यत् झ अस्ति नाम ये तिङ्गप्रत्ययाः सन्ति तत्र यदि झ अस्ति तत्र झ तस्य स्थाने अन्त् इति भवति तर्हि झोऽन्तः इति महोदय अरुणा महोदय यत् भवत्या पठितं तस्य अर्थं वदतु एकवारम् आम् प्रत्ययस्य जो झ झि इति प्रत्यय प्रथमा विभक्ति बहुवचनप्रत्ययः अत्र प्रत्ययस्य जकार अवयवस्य स्थाने अन्त अन्त आदेशः भवति तर्हि अङ्गस्य प्रत्ययस्य झः अन्तः नाम यदि अङ्गम् यदि प्रत्ययः अस्ति प्रत्ययस्य यदि झ इति अस्ति प्रत्यये तत् झकारस्य अन्त इति तत्र झ मध्ये अकारः अस्ति तत् केवलम् उच्चारणार्थमस्ति तर्हि अरुणा महोदय प्रश्नः अस्ति मम प्रत्ययस्य इति तु पूर्वसूत्रात् तस्य अनुवृत्तिः भवति अङ्गस्य कुतः आगच्छति अङ्गस्य अधिकारः सप्तम अध्याय अन्तपर्यन्तं गच्छति अतः अधिकारः भवति अन्त किं एकवारं प्लीस् वदतु महोदय जो अन्तेति हा तर्हि झो अन्तः अत्र झः अन्तः इति अस्ति तत्र झ स्थाने किमस्ति झः षष्ठ्यन्तमस्ति अवगच्छति वा तत्र झो अन्तः झः अन्तः तत्र झः इति झ इति प्रातिपदिकस्य षष्ठीविभक्ति तर्हि झ स्थाने अन्त तत्र अन्तमध्ये अकारः अस्ति अन्त अकारः तत् उच्चारणार्थमस्ति झ स्थाने अन्त् इति अस्ति झ स्थाने अन्त् नाम यदि प्रत्ययः अस्ति प्रत्ययमध्ये यदि झ अस्ति झस्थाने अन्त् भवति अन्त् धन्यवादः तर्हि अरुणा महोदय उदाहरणं किमस्ति झि झि पठतु प्रत्यय झि झि प्रत्यये झकार योगः इकारः अस्ति, ततः जो अन्तः सूत्रेण इत्यनेन जास्थाने अन्त आदेशः भवति, ततः अन्त योगः इ अन्ति इति लट् प्रत्ययः निष्पन्नः. तर्हि वयं जानीमः खलु यत् प्रत्ययः अस्ति तित्तर् झि, परन्तु रूपं भवति पठति पठतः पठन्ति. तर्हि झि इति प्रत्ययात् पठन्ति इति रूपम् अन्ति इति रूपं कथं भवति? अनेन सूत्रेण झोन्त. नाम तत्र तित्तर् झि इति झि प्रत्ययः अस्ति, तत्र झकारस्य स्थाने अन्त् आगत्य अन्ति इति सिद्धतिङ्गप्रत्ययः भवति. अन्ति नाम मूलतिङ्गप्रत्ययः झि अस्ति, परन्तु सिद्धतिङ्प्रत्ययः अन्ति इति भवति. तथैव अन्तु अपि भवति लोट्लकारे, परन्तु तत्र उकारः कथम् आगच्छति तत् अनन्तरं पश्यामः, परन्तु अन्तु अपि तथैव भवति. महोदय, अङ्गस्य किम् अर्थं, तस्य अर्थं किम् अत्र? तत्र अधिकारः अस्ति खलु. न न, किम् अर्थम् आवश्यकं? प्रत्यये झकार अस्ति चेत् तस्य स्थाने अन्त आदेशः भवति. अङ्गस्य किमर्थम् आवश्यकता नास्ति, परन्तु अधिकारः अस्ति अतः सूत्रे लेखनीयं. परन्तु प्रत्ययः यत्र अस्ति तत्र अङ्गमपि अस्ति खलु. नाम तत्र तु नाम एवं चिन्तयतु यत् प्रत्ययः केवलं प्रत्ययरूपे अस्ति, नाम प्रत्यय बै इट्सेल्फ अस्ति चेत् अन्ति न भवति, परन्तु अङ्गं किमपि अस्ति चेत् झ स्थाने अन्त भवति. नाम झि अस्ति, तद् झि झि प्रत्ययः यदि केवलं प्रत्ययरूपेण तिष्ठति तत्र झि एव अस्ति, परन्तु यदा किमपि अङ्गमस्ति तत्र पूर्वं किमपि अस्ति तदैव झ स्थाने अन्त भवति इति चिन्तयितुं शक्नुमः. अस्तु, अस्तु, अतः अङ्गस्य प्रत्ययस्य विशेषणविशेषे भाव किम्? अङ्गस्य प्रत्ययस्य अङ्ग यत् अस्ति तस्य प्रत्ययः अस्ति, तस्य प्रत्ययः यत् झ अस्ति तस्य अङ्गः. अस्तु अस्तु, प्रथमवाक्ये प्रत्ययस्य झकार अवयवस्य स्थाने इत्युक्ते तत्र झकारस्य अवयवः इति किम्? अवयवः इत्युक्ते भागः, नाम प्रत्ययस् झ इति भागः अस्ति तस्य स्थाने अन्त, नाम सम्पूर्णप्रत्ययस्य स्थाने अन्त न भवति, केवलं झ यत् अस्ति अवयव तस्य स्थाने अन्त. अत्र झि मध्ये अवयवद्वयमस्ति खलु, झकारः इकारः. तर्हि झकारः यत् अवयवः अस्ति तस्य स्थाने अन्त भवति अन्त. तर्हि झ प्लस् इ भवति अन्त प्लस् इ अन्ति. अवगच्छति वा? अस्तु, तर्हि अग्रे गच्छामः. अरुणा महोदय पठतु अङ्गव्युत्पत्तिः. अङ्गव्युत्पत्तिः स्वादिगणे विकरणप्रत्ययः स्नु, स्वादिभ्यः स्नु इति सूत्रं. लसक्वत्तद्यते इत्यनेन सकारस्य इत्सङ्ग तच्च लोपः इति सूत्रेण लोपः स्नु इति अवशिष्यते. इदानीम् अङ्गकार्यं कर्तुं कर्तव्यम् इति सूचयति. स्वादिगणे विकरणप्रत्ययः स्नु इति आगच्छति. किं सूत्रेण? स्वादिभ्यः स्नुः इति सूत्रेण. स्नुः प्रत्ययः इत्संज्ञासूत्राणि लशक्वत्तते सूत्रेण शकार इत्संज्ञा भवति, लोपः भवति, तस्य लोपः भवति, ततः नु एव अवशिष्यति. तत् नु इति प्रत्यय धातु अनन्तरम् आगच्छति. शक् योगः नु शक्नु शक्नु योगः अन्ते शक्नुवन्ति इति रूपं सिद्धं भवति. मूलतया किमस्ति शक् योगः झि शक् प्रत्ययः झि उपर शक् प्रत्ययः तदनन्तरं झि तस्य किं भवति अन्ति भवति अन्ति. अधुना अधुना किमस्ति स्वादिभ्यः श्नु इति शक् योगः नु योगः अन्ति इति भवति खलु. तर्हि अन्ति इति प्रत्ययस्य कृते अङ्गं किं शक्नु तथैव अन्ति इति प्रत्ययस्य कृते अङ्गं किं चिनु. अग्रे महोदय परन्तु किं शक् योगः नु शक्नु इति प्रथमं कृतवतः नु योगः अन्ति नुवन्ति न कृतवन्तः. तत्र अन्ति इति सूत्रस्य अन्ति इति कृते अङ्गं शक्नु खलु. शक्नु इति अनुमानं प्रथम अङ्गं शक् योगः नु प्रत्यय शक्नु किमपि कार्यं न अङ्गकार्यं न अङ्ग न अङ्गकार्यं किमपि नास्ति केवलं वर्णमेव वर्णमेलनमेव योगः नु चिनु चिनु योगः अन्ति अन्ति जी स्थाने आगच्छति जी स्थाने जो अन्तः सूत्रेण जकारस्थाने अन्त आगच्छति अन्त योगः इ अन्ति भवति ततः अधुना चिनु योगः अन्ति तदनन्तरं चिन्वन्ति इति गणकार्यं भवति. तत्र सन्धिकार्यमस्ति किं सन्धिकार्यमस्ति खलु कार्यमस्ति सन्धिकार्यं कुत्र अस्ति चिनु शक्नु योग अन्ति चिनु योग अन्ति तत्र यन् सन्धि भवति एकनिमेषः अधुना किमपि कार्यं मा करोतु तदेव अग्रे अस्माकम् अभ्यासः अस्ति. अधुना केवलं शक्नु योगः अन्ति चिनु योगः अन्ति इति चिन्तयतु तस्य शक्नुवन्ति चिनुवन्ति कथं भवति तद् अग्रे आगच्छति. तत्र सन्धिकार्यमपि नास्ति गुणकार्यमपि नास्ति अग्रे आगच्छति तदेव न भवितुं शक्नोति तत्र किमपि नास्ति तदेव अस्माकं प्रश्नः अस्ति यत् अग्रे आगच्छति किञ्चित् किञ्चित् प्रतीक्षां कुर्मः. अधुना शक्नु योगः अन्ति चिनु योगः अन्ति इति इदानीं पर्यन्तमेव चिन्तयतु. अग्रे तनादिगणे अग्रे धन्यवादः महोदय. सुमन् महोदय भवती एव पठतु. अस्तु महोदय तनादिगणे तनादि कृञः उः इति सूत्रेण उ विकर्णप्रत्यय विहितः भवति. अस्तु शप् विकर्ण प्रभात्य उ आगच्छति. कुरु योग अन्ति कुर्वन्ति तत्र किं भवति धातु अस्ति कृ क्षम्यतां पठामि कृ धातोः अङ्गद्वयम् प्रथमम् अस्ति पित्सु प्रत्ययेषु कृ योग उ सार्वधातुक आर्वधातुक सूत्रस्य प्रसक्तिः भवति तेन बलेन इत्यनेन इकः गुणः कर् भवति कर् योग उ करु इति अङ्ग. द्वितीय अस्ति अपिसु प्रत्ययेषु अत् क्षम्यताम् अत उत्सार्वधातुके इत्यनेन अपित् प्रत्यये परे करु इत्यस्य अङ्गस्य अकारस्य स्थाने उकारादेशः भवति. करु कुरु इति अङ्गम्. अग्रे अस्तु. अन्ति झि अपित् अस्ति, अतः अङ्गम् अत्र कुरु अत्र कुरु. तर्हि कुरु योग अन्ति कुर्वन्ति. किं लिखितम्? अस्तु, इदानीं तु तनादि गणे विकर्णप्रत्यय अस्ति उ. इदानीं धातु अस्ति कृ, तत्र कृ योग उ भवति. उ आर्धधातुक अस्ति, तत्र किमपि नास्ति, अतः गुणस्य गुणकार्यं कर्तुं शक्नोति. अतः कृ योग उ भवति, गुणकार्यं ऋकारस्य गुणः भवति, कर् भवति, कर् योग उ करु इति भवति. करु इति अङ्गं भवति. अस्तु, अनन्तरं करु पृच्छतु. कुरु कुरु योगः अन्ति. अन्ति इति आर्धधातुकप्रत्यय न, सार्वधातुकप्रत्यय, तिङ्क्षित् सार्वधातुक. अत्र अन्ति न उक्तवती, विकर्णप्रत्यय एव उक्तवती. विकर्णप्रत्ययनिमित्तिकम् अङ्गकार्यमस्ति. क्रु योगः उ मध्ये उ विकर्णप्रत्यय अस्ति, तर्हि क्रु अङ्गम् अस्ति. तर्हि प्रत्ययनिमित्तीकृत्य अङ्गकार्यं किं भवति इति महोदय उक्तवती. अस्तु, धन्यवादः, क्षम्यता. अस्तु, इदानीं करु योग अन्ति भवति. अन्ति तु झि अस्ति. इदानीं तु आक्चुलि करु योग झि भवति. झि अपित् अस्ति, अतः तत्र यत्र अस्ति करु अङ्गे, तत् अकारस्य स्थाने उकार आदेशः भवति. इत्युक्ते करु कुरु भवति. इदानीं क्षम्यताम्, केन सूत्रेण? ओ, अत उत् सार्वधातुके. अतः अत्र अपित् प्रत्ययस्य परे करु कुरु भवति. इदानीं कुरु योगः अन्ति भवति. कुर्वन्ति कथं भवति वयम् अग्रे पश्यामः. तर्हि अधः पश्यतु, क्रु धातोः लट् लकार किम् अस्ति? करोति, कुरुतः कुर्वन्ति, करोषि, कुरुतः कुरुत, करोमि, कुर्वः कुर्मः. तर्हि तत्र एकवचनप्रत्ययाः ये सन्ति ते सर्वे पितः सन्ति, तिप् सिप् मिप्. अतः तत्र कर् एव करु एव भवति, करोति, करोषि, करोमि. परन्तु अन्ये प्रत्ययाः सर्वे अपित् सन्ति, अपिताः सन्ति, अतः तत्र कुरु भवति, कुरुतः, कुर्वन्ति, कुरु कुरुतः कुरुतः इति पश्यतु. अस्तु अस्तु, एकवचन रूपाणि तु गुणः भवति, किन्तु द्विवचन बहुवचन रूपे तु गुणः न भवति, किन्तु अकारस्य स्थाने उकार आदेशः भवति. गुण किमर्थं न भवति? अपित् अस्ति खलु, तिङ् तिङ् अन्तम् अस्ति, अतः सार्वधातुक अस्ति, अपित् अपि अस्ति. अस्तु, अग्रे पठतु. अत उत् सार्वधातुके. अस्तु, अत उत् उत् सार्वधातुके. उप् प्रत्ययान् आन्तकृ धातु ह्रस्व अकारस्य स्थाने उकारदेशः भवति किति निति सार्वधातुक प्रत्यये परे. अतः षष्ट्यन्तम् उत् प्रथमान्तं सार्वधातुके सप्तम्यन्तं त्रिपदं सूत्रम् उच्च प्रत्यय क्षम्यताम् उतश्च प्रत्ययाद् संयोग पूर्वात् इत्यस्मात् उतः प्रत्ययात् चेत्यनयोः च इति अनयोः चेतनयोः अनुवृत्तिः. किमर्थं चेत् अनयोः अनुवृत्तिः नास्ति च इति अनयोः. ओ अस्तु अस्तु च इति अनयोः च इति अस्तु धन्यवादः. अस्तु विभक्ति परिणामेन पदद्वयस्य षष्ट्यन्तं कृत्वा उतः प्रत्ययस्य येन विधिस्तदन्तस्य इत्यनेन तादृशम् अङ्गं यस्य अन्ते उकार क्षम्यताम् उ इति प्रत्ययः उप्रत्ययान्तस्य भवति. नित्यं करोतेः इत्यस्मात् करोतेः इत्यस्य अनुवृत्तिः. गम हन जन खन घसाम् लोपः तिङ्क्त्य नङ्गि इव किन्त्यङ्गि इत्यस्मात् निति क्षम्यतां निति इत्यस्य अनुवृत्तिः अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं करोतेः उप्रत्ययस्य अन्तस्य अङ्गस्य अतः उत् निति सार्वधातुके. तर्हि करोतेः नाम करोति यत्र कृ धातुः अस्ति तस्य उप्रत्ययान्तस्य अङ्गस्य नाम कृ धातुः यदा तस्य अन्ते उप्रत्ययः अस्ति नाम करु तत्र करु मध्ये कृ धातुः अस्ति तत् उप्रत्ययान्त अङ्गमस्ति तर्हि करोतेः उप्रत्ययान्तस्य अङ्गस्य अतः नाम अकारः यत् अस्ति अकारः तस्य स्थाने उत् भवति. कदा भवति उत् यदा तदनन्तरं नित् कित् नित् सार्वधातुकप्रत्ययः अस्ति तदा इति लिखितमस्ति. सर्वे अवगच्छन्ति वा? तर्हि क्रुयोगः उ तत्र करु भवति करुयोगः अन्ति तत्र अन्ति सार्वधातुकप्रत्ययः अस्ति निकित् नित् इव अस्ति यतो यतोहि अपित् अस्ति. अतः करु यत् अङ्गः अस्ति यत्र क्रु धातुः अस्ति तस्य अन्ते उ इति प्रत्ययः अस्ति तर्हि करु इति अङ्गस्य अकारः अस्ति तस्य स्थाने उ भवति क अ रु भवति क उ रु कुरु कुरु योगः अन्ति इति भवति. कृ धातु एव किम् एतत् सूत्रं सर्वत्र न कार्यं करोति? तत्र लिखितमस्ति खलु करोतु अस्तु प्रथम वाक्येन प्रायः न अवगन्तुं शक्नुमः, किन्तु अनुवृत्तिसहितसूत्रे अस्ति एक्स्प्लिसिट्लि करोतेः इति। यतोहि करोतेः तत्तु अनुवृत्ति अनन्तरम् आगच्छति खलु। आम् आम्। केन सूत्रेण? नित्यं करोतेः इति सूत्रम् अस्ति, तस्मात् करोति आगच्छति। अस्तु अस्तु, तर्हि इदमस्ति। अस्तु, तर्हि अधुना वयं जानीमः यत् शक्नु योगः अन्ति, चिनु योगः अन्ति, कुरु योगः अन्ति, एतानि त्रीणि तिङन्तपदानि सन्ति। तत्र अधुना प्रश्नः अस्ति, तत्र सन्धि कथा भवति, शक्नुवन्ति भवति, वयं जानीमः शक्नुवन्ति अस्ति, परन्तु चिनुवन्ति नास्ति, चिन्वन्ति अस्ति, तथैव कुर्वन्ति अस्ति, कथं योगं शक्नुवन्ति अस्ति खलु, तत्र सन्धि एव नास्ति, अन्यत् किमपि कार्यम् अस्ति। चिन्वन्ति मे सन्धि अस्ति, नाम शक्नु मध्ये सन्धि नास्ति, चिन्वन्ति मध्ये सन्धि अस्ति, कुर्वन्ति मध्ये अपि सन्धि अस्ति। अतः मम भ्रमः, अहं यत् सन्धि भवति वा इति, अतः अहं उक्तवान् यत् किञ्चित् प्रतीक्षां कुर्मः। अधुना वयं पश्यामः यत् कथं कार्यं भवति, शक्नु कृते भिन्नं कार्यं, चिनु कृते भिन्नं कार्यं, कुरु कृते भिन्नं कार्यं कथं भवति इति वयं पश्यामः। अस्तु, तर्हि अग्रे भवती एव आरभतु प्रासङ्गिकसूत्राणि। अस्तु, प्रासङ्गिकसूत्राणि अत्र अस्माकं चिन्तनं भवतु। प्रथमबिन्दु शक्नु योग अन्ति, शक्नुवन्ति। द्वितीय अस्ति चिनु योग अन्ति, चिन्वन्ति। तृतीय अस्ति कुरु योग अन्ति, कुर्वन्ति। एषां निष्पादनार्थम् अधस्थनेषु सूत्रेषु केषां प्रसक्तिः, अपि च कस्मिन् क्रमे, अत्र बलाबलस्य परिशीलनम् अपेक्षितम्। अस्तु, इको यणचि अस्ति प्रथमं सूत्रम्। इकः स्थाने यन् आदेशः स्यात्, अचि परे संहितायां विषये, इकः संहितायां विषये, क्षम्यताम्, इकः यन् स्यात् असवर्णे अचि परे इति सूत्रस्य फलितः अर्थः इति ज्ञेयेम। सवर्णे अचि परे अकः सवर्णदीर्घः इत्यनेन यन् बाधितम्। इकः षष्ट्यन्तं, यन् प्रथमान्तम्, अचि सप्तम्यन्तं, त्रिपदं सूत्रं। संहितायाम् इत्यस्य अधिकारः अनुवृत्तिसहितसु सहितसूत्रम् इकः यन् अचि संहितायाम्। अस्तु, इदानीं तु इको यनचि सूत्रस्य विवरणम् अस्ति अग्रे। तर्हि मम एकः प्रश्नः अस्ति, इकः यण् अचि संहितायाम् इति वर्णनिमित्तिकं कार्यमस्ति, अङ्गनिमित्तं कार्यमस्ति? वर्णनिमित्तकं कार्यं, वर्णनिमित्तिकम् अस्ति, अत्र अङ्गं किमपि नास्ति, अत्र अङ्गस्य अधिकारः अपि नास्ति। अस्तु, धन्यवादः महोदय, धन्यवादः। अग्रे गच्छामः, तर्हि सरला महोदय पठितुम् इच्छति वा? अस्तु महोदय, अतिष्णु धातु भवां युवो युवाङ्गौ षष्ठमध्यासे चतुर्थभागे सप्तसप्ततिसूत्रम्। शृणु प्रति आन्तङ्गस्य स्वाधिगणस्य अङ्गस्य यथा शक्नु इत्यस्य इकारान्त उकारान्त धातुरूपी अङ्गस्य भ्रू प्रातिपदकस्य च एषाम् इकारस्य उकारस्य स्थाने क्रमेण इयङ उवङ् च आदेशो भवति अजादि प्रत्यये परे। श्नुप्रसङ्गे प्रत्ययगणे तदन्ता गणाया परिभाषा इति परिभाषया तदन्तविधिः अनेन यस्य अङ्गस्य अन्ते श्नुप्रत्ययः स्यात् तस्मात् इत्यर्थः। योः इति विशेषणं धातुः शब्दस्य एव यतोहि श्नु प्रत्यान्तङ्गं भ्रू प्रातिपदिकं च उकारान्त एव अतः तत्र इयङ् इत्यस्य प्रसक्तिः नास्ति तर्हि धातु इत्येव अवशिष्यते यस्य कृते योः इति विशेषणं योग्यं येन विधिस्पदन्तस्य इत्येन यस्य धातोः अन्ते इकार उकार स्यात् इति अर्थः श्नुश्च धातुश्च भ्रूश्च तेषाम् इतरेतरद्वन्द्व श्नु धातु भ्रुवां तेषां श्नु धातु भ्रुवां इश्च उश्च तयोः इतरेतरद्वन्द्व यू तयोः युवोः इयङ् च उवङ् च तयोः इतरेतरद्वन्द्व इयङु वङौ अति सप्तम्यन्तम् श्नु धातु भ्रुवां षष्ट्यन्तं युवोः षष्ट्यन्तम् इयङु इयङु वङौ प्रथमान्तम् अनेकपदं सूत्रम् अङ्गस्य इत्यस्य अधिकार अनुवर्तिसहितसूत्रां योः श्रु धातु भ्रुवाम् अङ्गानाम् इयङु वङौ अचि एतत् सूत्रं नूतनसूत्रमस्ति अधुना महोदय इदं झटिति पठति अत्र महोदय अत्र पूर्णविरामस्ति तत्र किञ्चित् विरामं स्वीकरोतु अस्तु अचि इति सप्तम्यन्तम् अस्ति तत् भवति निमित्तं पदे अचि श्नु धातु श्नु यथा स्वादिगणे श्नु विकरणपदे आगच्छति तत्र श्नु इति धातु ध्रुवां ध्रुव इति अस्ति प्रातिपदकम् अस्ति भूप्रातिपदकस्य भ्रूवां तेषाम् इति षष्ठी विभक्ति तस्य तत्त्वस्थाने भवति तत्र आदेशः आगच्छति युवो युवङ्गो युवो इति इकार उकार तयोः मध्ये सन्धिः भूत्वा युवो भवति इति इकार उकार योः तस्य स्थाने यदि इकार अस्ति तस्य स्थाने इयङ् उकार अस्ति तस्य सारि उवङ् आदेशः भवति इति अस्माकं प्रति भवति धातु यदि उकारान्त धातु अस्ति श्नु प्रत्यये स्वाधिकरणीयं उकारान्त वा इकारान्त धातु अस्ति तत्र इकारस्य स्थाने इयङ् उकारस्य स्थाने उवङ् आदेशः भवति अनुवर्तिसहितसूत्रमस्ति योः योः इकार उकार यस्य अन्ते अस्ति श्रु धातु श्रु यत्र श्नु विकारप्रत्य आगच्छति तस्य श्नु प्रत्यान्तङ्गस्य धातु युवो इति धातुः अस्ति भ्रुव भ्रू इति प्रातिपदिकमस्ति तेषां ते भवति स्थाने एते अङ्गानां यङ् उवङ्गौ अचि यङ् उवङ् आदेशः भवति यदि इकारस्य स्थाने इयङ् उकारस्य स्थाने उवङ् यदि अचि परे अस्ति अजादि प्रत्यय तस्य परे अस्ति अचि इति किमस्ति अत्र सूत्रमस्ति नूतनसूत्रमस्ति तत्र भिन्नभिन्न अङ्गाः सन्ति अङ्गानि सन्ति प्रथममस्ति अचि अचि अत्र सप्तमीविभक्तिः अस्ति अतः पूर्वकार्यमस्ति अच् प्रत्ययपरे अस्ति चेत् नाम अच् प्रत्ययपरे अस्ति चेत् इत्युक्ते केवलम् अच् प्रत्ययः परन्तु अजादिप्रत्ययः नाम एतत् सूत्रस्य प्रसक्तिः तत्रैव भवति यत्र अजादिप्रत्ययपरे अस्ति अस्तु तदनन्तरं प्रत्ययः अजादि अस्ति अङ्गं कीदृशमस्ति तर्हि यदि अङ्गम् अस्ति श्नु अधुना श्नु तस्य अर्थं केवलं श्नु न अपि तु तावद् अङ्गं यस्य अन्ते श्नु इति अस्ति नाम स्वादिगणस्य अङ्गं यथा शक्नु चिनु इति अस्ति अथवा भ्रू भ्रू इति प्रातिपदिकम् अस्ति तस्य अधुना प्रसक्तिः नास्ति यदि भ्रू अस्ति तदनन्तरं धातु यदि धातु अस्ति चेत् अधुना धातु कीदृशी अस्ति युवोर्य तत्र किं लिखितमस्ति धातु अस्ति धातुः अस्ति, तदनन्तरम् अङ्ग्रे अस्ति युवो रियङ् मुङ् तत्र यवोः इति अस्ति. यवोः इति किम् अस्ति? ई च उ च, ई च उ च इति तयोः इतरेतरद्वन्द्वः किं भवति? यो यो ई प्लस् उ किम् अस्ति? यु यु भवति खलु यु, तस्य तयोः इति भवति युवोः, युवोः इति भवति. तर्हि युवोः इति अस्ति तत्र यवोः इति इत्यस्य किम्? इकारस्य उकारस्य च. तर्हि अच् प्रत्यय परे अस्ति चेत् श्नु धातु श्नु प्रत्यय प्रत्ययान्त अङ्गं भ्रु अङ्गं धातु तस्य इकारस्य उकारस्य स्थाने नाम तादृशी धातु यत् धातु यस्य धातोः अन्ते इकारः अथवा यस्य धातोः अन्ते उकारः अस्ति चेत् तस्य इकारस्य स्थाने क्रमेण किं भवति? इयम् उकारस्य स्थाने क्रमेण उवङ् इति भवति. यवोर्यङ् मङ्गौ तत्र सन्धिः अस्ति. यवोः योगः इयङ् योगः उवङ् तत्र यवोः योगः इयङ् उवङ्गौ इयङ् उवङ्गौ इति समासः अस्ति. इयं च उवङ् च. तर्हि ई च उ च युवोः तयोः यवोः इकारस्य स्थाने इयम् उकारस्य स्थाने उवङ् इति भवति. नाम अच् अजादि प्रत्यय परे अस्ति चेत् श्नु इति श्नु इति प्रत्ययान्त अङ्गस्य उकारस्य स्थाने उवङ् भ्रु इति प्रातिपदिकस्य उकारस्य स्थाने उवङ् उकारान्त धातुः अस्ति चेत् तस्य उकारस्य स्थाने उवङ् इकारान्तधातु अस्ति चेत् तस्य इकारस्य स्थाने इयङ् इति भवति इति सूत्रमस्ति. अचिष्णु धातु ब्रुवां यवोर्यङ्गौ वङ्गौ. सर्वे अवगच्छन्ति वा? तर्हि एकमस्ति इको यणजि, तत्र इकारस्य स्थाने इक् प्रत्याहारस्य स्थाने यण् प्रत्याहारः भवति. तत्र अग्रे सूत्रमस्ति अचिष्णु धातु ब्रुवां यवोर्यङ् वङ्ग्. तर्हि मम प्रश्नः अस्ति अधुना, इको यणचि वर्णनिमित्तिकम् अङ्गम् कार्यमस्ति, अचिष्णु धातु ब्रुवां यवोर्यङ् वङ्गौ इति वर्णनिमित्तम् अस्ति अथवा अङ्गनिमित्तम्? अङ्गनिमित्तम् अस्ति, तत्र अङ्गस्य अधिकारः अस्ति. अस्तु महोदय, एकनिमिष एतस्य सूत्रस्य कदा प्रसक्तिः भवति? मम चिन्तने प्रायः सन्दर्भचतुष्टयम् अस्ति. प्रथमं तु श्नु श्नु प्रत्यय अन्ते अस्ति चेत् इत्युक्ते स्वादिगणे. अस्तु, द्वितीय अस्ति इकारान्तधातु अस्ति चेत्, तृतीय उकारान्तधातु अस्ति चेत्, चतुर्थः भ्रू प्रातिपदिकम् अस्ति चेत्. सम्यक् वा? अस्तु, तत्र इकारस्य यङ् भवति, उकारस्य उमङ् भवति. तत्र अनुबन्धस्य लोपः लोपानन्तरं यकार वकार एव तिष्ठति किम्? न, अनुबन्धस्य लोपानन्तरं इय उ इति तिष्ठति. इय उ तत्र अकारः अस्ति तदपि गच्छति. इ योगः यकारः, उ योगः वकारः, इ उ. अस्तु, इयङ् तत्र अकार अनुनासिक अकार नकार तत्र हलन्त्यं सूत्रेण गच्छति. अस्तु अस्तु, ये उफ् अग्रे मदर महोदय मदर् महोदय, तर्हि अस्य एकवारं सङ्ख्यामपि पश्यतु. इको यणचि अस्ति 6177, अचिष्टु धातु अस्ति 6477. अस्तु, एते सूत्रसङ्ख्यामपि मस्तिष्के स्थापनीयं, यतोहि सूत्रसङ्ख्यां दृष्ट्वा एव विप्रतिषेधमेव भवति. अस्तु, अग्रे मदर् महोदय पठति वा अग्रे? एकनिमिषं महोदय, ध्रुवां षष्ट्यन्तं खलु? आम्, किन्तु प्रातिपदिकम् अस्ति भ्रू, तत्र तस्य षष्ठी बहुवचनम् धातु भ्रू, धातु न धातु च भ्रू च इति तयोः द्वन्द्वसमास कृत्वा तदनन्तरं तस्य षष्ठी बहुवचनं. क्षम्यतां, पुनः वदतु महोदय. अत्र श्नु च धातु च भ्रू च तयोः द्वन्द्वसमासः भवति श्नु धातु भ्रुव भ्रुवः, तेषां षष्ठी बहुवचनम्. ओ अस्तु, अस्तु. इदानीं तु भ्रू प्रातिपदिकम् अस्ति, तदपि भ्रुव भवति. गुरु गुरु गुरु गुरु यथा नास्ति, परन्तु गुरु तस्य बहुवचनं किं? गुरु गुरु गुरवः खलु, तथैव भ्रुवः. किन्तु अत्र दीर्घ उकारः अस्ति. पूर्णतया तथैव न, परन्तु तथैव किञ्चित् तथैव. अस्तु अस्तु, अग्रे अग्रे पठतु. को अस्ति मदर् महोदय? नास्ति वा? अस्तु, नास्ति. को अस्ति? विजया महोदय पठितुम् इच्छति वा? विजया महोदय पठितुम् इच्छति वा? आं जि पठामि. आं पठतु अग्रे. उष्णोः सार्वधातुक इति अष्टाध्याये चतुर्थपाठे सप्त अशीतिः इति अशीतितम इति सूत्रेण कु धातुः च अनेका अच् नु प्रत्ययान्तम् अङ्गं च तयोः असंयोः पूर्वस्य असंयोः पूर्वस्य असंयोः पूर्वस्य असंयोगपूर्वस्य अङ्गान्तस्य उकारस्य स्थाने यन् आदेशः भवति अजादि सार्वधातुकप्रत्यये परे. स्थानेन्द्रतमः एक अध्याये एकपादे पञ्चाशत् इति अनेन उकारस्य स्थाने यन् प्रत्याहारे स्थितेषु वर्णेषु वकारः नितः येन विधि तदन्तस्य इति सूत्रेण इत्यनेन तादृशम् अङ्गं यस्य अन्ते उकारः अस्ति अलन्तस्य इत्यनेन अङ्गान्ते उकारस्य स्थाने आदेशः यस्मिन् विधि तदा तवल् गृहेण वार्तिकं तत्र अस्ति इत्यनेन अचि इत्युक्तौ अजादिप्रत्यये पुच्छ नुच्छ तयोः इतरेतरद्वन्द्वः उष्णुवौ तयोः उष्णुवोः इति अस्ति. न विद्यते पूर्वः तयोः यस्मात् सः असंयोगपूर्वः बहुव्यधिः तस्य असंयोगपूर्वस्य उष्णुवोः सत्यन्तं सार्वधातुके सप्तम्यन्तं द्विपदमिदं सूत्रम् अचि इष्णु धातु भ्रुवं योरिव इवङ् इयङ् उवङ् इत्यस्मात् अचि इत्यस्य अनुवृत्तिः इनो यन् इत्यस्मात् यन् इत्यस्य अनुवृत्तिः यरोणुकोचो वदतु जि ऐरनेकाचो तत्र ए नास्ति वा? ए अस्ति, एरनेकाचो अथवा ऐरनेकाचो. एरनकाचो संयोगपूर्वस्य इत्यस्मात् अनेकाचः असंयोगपूर्वस्य इति अनयोः अनुवृत्तिः ओः सुपि इत्यस्मात् ओः इत्यस्य अनुवृत्तिः अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रम् अनेकाचः उष्णोः असंयोगपूर्वस्य ओः अङ्गस्य यन् अस्ति सार्वधातिक इति अस्ति तत्र भवान् एव वदतु जि किम् अस्ति इति. अस्तु तर्हि हूष्णुवोः सार्वधातुके तर्हि प्रथमं पश्यामः अनुवृत्तिः कुत्र अस्ति. एका अस्ति ऐरनेकाच असंयोगपूर्वस्य इति सूत्रात् अनेकाचः असंयोगपूर्वस्य इति तस्य अनुवृत्तिः भवति. तर्हि अनेकाचः हूष्णुवोः असंयोगपूर्वस्य तदनन्तरम् ओः सुपि इति सूत्रेण ओः इति तस्य अनुवृत्तिः. ओः किमस्ति? उकारस्य षष्ठीविभक्ति खलु. उकारस्य षष्ठीविभक्ति ओः. ओः अङ्गस्य अधिकारः अस्ति अतः अङ्गस्य. यण् इति कुतः आगच्छति? इणो यण् इति सूत्रात् यण् इत्यस्य अनुवृत्तिः यण्. अचि कुतः आगच्छति? अचिष्णुधातु ब्रुवां तत्र अचि सार्वधातुके इति तु सूत्रे अस्ति. सार्वधातुके नाम अनेकाचः उष्णुवोः असंयोगपूर्वस्य ओः अङ्गस्य यण् अचि सार्वधातुके. अस्तु तर्हि सप्तम्यन्तं पदमस्ति अचि सार्वधातुके. नाम पूर्वकार्यं भवति कदा? यदा अनन्तरम् अजादि सार्वधातुकप्रत्ययः अस्ति. यदि अजादि सार्वधातुकप्रत्ययः परे अस्ति चेत् किमपि कार्यं भवति. अस्तु अङ्गं कीदृशं भवति? अस्तु अनेकाचः हुष्णुवोः असंयोगपूर्वस्य ओः अङ्गस्य. सर्वप्रथमम् ओः अङ्गस्य नाम ओः अङ्गस्य इति युक्ते किम्? ओः इति मया उक्तं यत् उ इति उ इति अस्ति तस्य षष्ठीविभक्तिः. नाम अङ्गं किमस्ति? उ अङ्गं. न अधुना वयं जानीमः यदा उ अङ्गं लिखितमस्ति तत् केवलम् उ इति साक्षात् अङ्गं न परन्तु येन विधिस्तदन्तस्य इति सूत्रेण तादृशम् अङ्गं यस्य अन्ते उ अस्ति. तादृशम् अङ्गं यस्य अन्ते उ अस्ति. अस्तु तस्य यत् अस्ति अन्ते उ अस्ति तद् अलोन्तस्य इति सूत्रेण उ स्थाने यण् भवति. ऊ स्थाने यण् भवति. अत्र ऊ स्थाने यण् इत्युक्ते यण् प्रत्याहारः अस्ति. नाम ऊ स्थाने तद् अक्षरः तद् वर्णः यत् यण् प्रत्याहारे अस्ति. यण् प्रत्याहारे ऊ इति वर्णस्य समानम् अक्षरं वर्णं किं? वकारः. स्थाने अन्तर्तमः अस्ति खलु. स्थाने अन्तर्तमः इति सूत्रेण यण् प्रत्याहारस्य सः वर्णः यत् उकार इव अस्ति. नाम वकार नाम उकारस्य स्थाने वकार भवति अच् अजादि सार्वधातुकप्रत्यये परे अस्ति चेत्. परन्तु सर्वाणि उकारान्ताङ्गानि वा? न. कीदृशम् उकारान्तम् अङ्गम्? अनेकाच हूष्णुवोः असंयोगपूर्वस्य. नाम एकं तु हु. यदि हु अङ्गम् अस्ति, हु धातु अस्ति खलु, हु अङ्गम् अस्ति चेत् कार्यं भवति. उकारस्य स्थाने वकारः भवति अच् सार्वधातुकप्रत्यये. अनन्तरं यदि अनेकाचः श्नु असंयोगपूर्व अङ्गम् अस्ति चेत् नाम तादृशम् अङ्गं यस्य त्रीणि तत्र सोपानानि सन्ति, त्रीणि क्रैटेरिया सन्ति. तादृशम् अङ्गं यत् तस्य अन्ते श्नु अस्ति नाम स्वादिगणे अङ्गं. यत् अनेकाच अस्ति नाम तादृश अङ्गं यत् यस्मिन् अनेकाः अचवर्णाः सन्ति. केवलम् एकः अचवर्णः न, अनेकाः अचवर्णाः. तदनन्तरं यत्र यत् उकारः अस्ति तत् असंयोगपूर्वः अस्ति. नाम उकारस्य साक्षात् पूर्वं संयोगः मा भवेत्. तर्हि तादृशम् उकारान्तम् अङ्गं यत् स्वादिगणीय अस्ति, यस्य अन्ते श्नु अस्ति, तत् अनेकाचः अस्ति नाम यत्र अनेक अचवर्णाः सन्ति. तदनन्तरं तादृशम् अङ्गं यस्य उकारस्य साक्षात् पूर्वं संयोगः नास्ति, असंयोगपूर्वं, तादृश अङ्गस्य उकारस्य स्थाने वकारः भवति अचि सार्वधातुके. हु धातु अपि खलु तत्र तत्तु हु धातु अस्ति चेत् उकारस्य वकारः भवति अचि सार्वधातुके. तदनन्तरम् अन्य अस्ति यदि श्नु धातु अन्त अङ्गं यस्य यस्मिन् अनेक अचवर्णाः सन्ति तथैव यस्य उकारात् पूर्वं साक्षात् पूर्वं संयोगः नास्ति तर्हि तत्र उकारस्य स्थाने वकारः भवति. ओ ते मिलित्वा किं भिन्न भिन्न क्रैटीरिया नास्ति? न न हु भिन्नम् अस्ति अनेका च श्नु असंयोगपूर्वम् एकमस्ति ओ अस्तु अहं चिन्तितवती अनेका च धातु तर्हि तर्हि पश्यतु शक्नु अस्ति खलु शक्नु शक्नु उदाहरणम् अहं ददामि शक्नु मध्ये अन्ते श्नु अस्ति आम् अनेका च अपि अस्ति तत्र उ इति अस्ति तस्य साक्षात् पूर्वं संयोगः अपि अस्ति अतः एतत् सूत्रं तत् तत्र कार्यं न करोति न करोति परन्तु चिनु यत् अस्ति चिनु चिनु मध्ये अनेकाच् अस्ति अन्ते श्नु अस्ति उकारस्य साक्षात् पूर्वं संयोगः नास्ति अतः चिनु मध्ये अस्य सूत्रस्य प्रसक्तिः भवति पुनः वदतु महोदय चिनु अस्ति चिनु मध्ये अन्ते श्नु अस्ति अनेकाच अपि अस्ति इकारः उकारः अनेकाच यत् अस्ति तस्मात् पूर्वं संयोगः नास्ति खलु नकारः एव न अस्ति खलु तत्र संयोगः नास्ति अत्र संयोगपूर्वः असंयोगः परन्तु शक्नु मध्ये कयोगः न अस्ति संयोगः अस्ति संयोगपूर्वः अस्ति असंयोगपूर्वः धन्यवादः अस्तु तर्हि एतद् एकं सूत्रमस्ति तदनन्तरम् अन्तिमसूत्रमस्ति सार्वधातुक आर्धातुकयोः तत्तु वयं सर्वं जानीमः यत् इकः अङ्गस्य गुणः सार्वधातुक आर्धातुकयोः नाम अत्र किम् अस्ति अत्र सर्वत्र यदि वयं पश्यामः समानं चित्रमस्ति इकारः उकारः अस्ति अन्ते तदनन्तरं किमपि अकारः अस्ति अचवर्णः अस्ति इति चित्रमस्ति तर्हि इकारः उकारः तदनन्तरम् अचवर्णः तर्हि तत्र इकोणचि अपि कार्यं कर्तुं शक्नोति अचिष्णुधातुभ्रुवां यवोर्यङ्गु अपि कार्यं कर्तुं शक्नोति उष्णुवोः सार्वधातुके अपि अस्ति सार्वधातुकार्धातुकयोः अपि अस्ति तर्हि किं करणीयं तर्हि शक्नुवन्ति यदस्ति तत्र शक्नु योगः अन्ति उयोगः अ तत्र इकोणचि अपि कार्यं कर्तुं शक्नोति उष्णुवोः सार्वधातुके अपि कार्यं कर्तुं शक्नोति सार्वधातुक आर्धातुकयोः अपि प्रसक्तिः अस्ति तथैव चिनोति मध्ये अपि चिनु योगः अन्ति तत्र तु केवलम् अचिष्णुधातु चिनुयोगः अन्ति मध्ये इकोयणचि अपि अस्ति अचिष्णुधातुः अपि अस्ति कृष्णुवोः अपि अस्ति सार्वधातुकार्धातुकयोः अपि अस्ति सर्वेषां प्रसक्तिः अस्ति तर्हि कस्य कार्यं तस्य तत्र कस्य सूत्रस्य कार्यं भवति इति अधुना अष्ट बलाबलम् इति विषयेण वयं द्रष्टुं शक्नुमः सार्वधातुक आर्धधातुकयोः कार्यं कथं कर्तुं शक्नोति तत्र सार्वधातुक प्रत्यय अस्ति यतः तिङ् प्रत्यय अस्ति किन्तु अपित् अस्ति खलु परन्तु सार्वधातुक आर्धधातुकयोः सूत्रस्य प्रसक्तिः अस्ति ओ किन्तु प्रसक्तिः अस्ति किन्तु बाधितम् प्रसक्तिः तु अस्ति तदनन्तरं तदनन्तरं किं लिखितमस्ति एतत् सर्वं पठितमस्ति अतः वयं झटिति पठामि तिंशित् सार्वधातुकमपि वयं जानीमः यत् धातोः परश्च तिंशित् प्रत्ययः सार्वधातुकं तदनन्तरं सार्वधातुकम् अपित् इति वयं जानीमः सार्वधातुकम् अपित् अस्ति चेत् नित्वद् भवति तदनन्तरं निति च अपि वयं जानीमः यत् नित् अस्ति चेत् कित् अस्ति चेत् इको गुणवृद्धिः नास्ति इति तर्हि इदानीम् अस्माभिः सूत्रद्वयं नूतनं पठितम् अचिष्णुधातुभ्रुवां यवोर्यङ्गौ उष्णुवोः सार्वधातुः नूतनसूत्राणि सन्ति अधुना वयम् एतत् सर्वाणि प्रासङ्गिकसूत्राणि पठित्वा वयं शक्नु प्लस् अन्ति शक्नुवन्ति कथं भवति कुरु प्लस् अन्ति कुर्वन्ति कथं भवति चिनु प्लस् अन्ति चिनुवन्ति कथं भवति इति वयं चिन्तयितुं शक्नुमः तर्हि अग्रे न पठामः अग्रे अधुना वयम् एव चिन्तयामः यत् कथं भवति. अस्तु, तर्हि शक्नु योगः अन्ति इति अस्ति. तर्हि मीना महोदय. अस्तु महोदय. मीना महोदय, अधुना वयम् अधुना भवती वदतु शक्नु योगः अन्ति इति इति स्थाने केषां केषां सूत्राणां प्रसक्तिः अस्ति? अहं पृच्छामि शक्नु योगः अन्ति, अत्र उकार एक अकारस्य यत्र योजनं भवति तत्र योजनस्य कृते कानि कानि सूत्राणि भवितुं शक्नुवन्ति, कानि कानि कयो केषां केषां सूत्राणां प्रसक्तिः भवति? सूत्रम् अत्र प्रसक्तः अस्ति. श्नु प्रत्ययाङ्गस्य शक्नु इति श्नु स्वादिगणस्य अङ्गस्य शक्नु इत्यस्य इकारान्त उकारान्त अङ्गस्य शक्नु अज अजादिप्रत्यये परे श्नु प्रत्य अस्ति. तर्हि अचिष्णु धातुभ्रुवाम् एकं सूत्रमस्ति, तस्य प्रसक्तिः अस्ति. तर्हि तस्य प्रसक्तिः अस्ति. इको यणचिसूत्रस्य प्रसक्तिः अस्ति वा? न, इको यणचि अत्र इको यणचि अस्ति अस्ति परे या इको यणस्ति अस्ति अस्ति सार्वधातुकार्थः अपि अस्ति अस्ति अस्ति खलु अस्ति इति आर्धधातुकप्रत्ययम् आं किन्तु बाधितः प्रसक्तिः अस्ति. तर्हि अधुना प्रथमं प्रसक्तिः अस्ति परन्तु अन्ति इति अपि प्रत्ययः अस्ति अतः तस्य कार्यं न भवति खलु. मीना महोदय, सार्वधातुकार्थकयोः सूत्रस्य प्रसक्तिः अस्ति परन्तु अन्ति सूत्रस्य अपि प्रसक्तिः अस्ति. एकनिमिषः, अहं वदामि, अहं पृच्छामि सार्वधातुक आर्धातुकयोः इति सूत्रस्य कार्यं किमर्थं न भवति? सार्वधातुक आर्धातुकयोः इति सूत्रं गुणं कार्यं प्रसक्तिः अस्ति परन्तु गुणकार्यं कथं न भवति, किमर्थं न भवति? अचि श्नु धातु युवान् युवान् युवनौ इति एतत्तु कारणं नास्ति खलु. सार्वधातुक आधातुकयोः इति सूत्रस्य तत्र गुण त्रिपादिसूत्रमस्ति सार्वधातुपादि नास्ति महोदय, त्रिपादि अष्टाध्यायी अस्ति. सूत्रं नास्ति, त्रिपादिसूत्रं नास्ति. भवती वदतु सार्वधातुक आर्धातुकयोः सूत्रस्य कार्यं किमर्थं न भवति, तत् सर्वं जानीमः. अस्ति किल, अपि अस्ति खलु, कार्यं न भवितुम् अर्हति. अतः अधुना अस्माकं समक्षं प्रश्नः अस्ति, इकोयणचि कार्यं करोति अथवा अचिष्णु धातु भ्रुवान् खलु. तर्हि किं चिन्तयति, किं कार्यं करोति? अचिष्णु भ्रुवः, अचिष्णु धातु. किमर्थम्? अङ्गकार्यम् अस्ति. वर्णकार्यम् इको यणचि अङ्गकार्यम् एव श्नु धातु ब्रुवामि इति अङ्गकार्यं बलीयः. तदेकं कारणमस्ति, अन्यकार्यं किमस्ति? परसूत्रम्. परसूत्रमपि अस्ति. परसूत्रं 3134 परसूत्रमपि अस्ति 3134 न 6164 तर्हि अङ्गकार्यम् अस्ति अतः अङ्गकार्यं प्रथमं भवति अङ्गकार्यं बलीयः परसूत्रमपि वारणान् अङ्गं बलीयः इति सूत्रेण अचिष्णु धातु ब्रुवाम् अङ्गकार्यमस्ति इकोर्णचि वर्णकार्यम् अतः अचिष्णु धातु तदनन्तरम् अत्र मम प्रश्नः अचिष्णु धातु ब्रुवां यवोर्यङौ इति सूत्रम् अपवादसूत्रं रूपेण अपि भवितुं शक्नोति वा इकोर्णचि सूत्रस्य अपवादसूत्रं अपवादसूत्रं यदि सूत्रद्वयम् एकत्र प्रसक्ति अस्ति एव अपवादसूत्रम् किल एकस्थाने एव प्रसक्ति अस्ति खलु एकस्थाने स्थाने निमित्तं संहितायाम् अङ्गकार्यम् अस्ति अहं चिन्तयामि अपवादः अपि अस्ति अपवादः अस्ति विप्रतिषेधं न खलु नाम यत्र यदा सर्वदा यदा इकोणचि कार्यं करोति सर्वदा तर्हि अचिष्णु धातुभ्रुवां यवोर्यङौ तस्य अवकाशः एव नागच्छति खलु यदि इकोयणचि सूत्रस्य प्रसक्तिः अस्ति सूत्रं कार्यं करोति चेत् अचिष्णुभ्रुवोः तत्र कार्यम् आवश्यकं नास्ति चिन्तयामि कर्तुमेव न शक्नोति खलु कर्तुं न शक्यम् अचिष्णुधातु किं वदति यत् श्नु अथवा इकारान् उकारान् धातु अथवा भ्रु अस्ति तस्य इकारस्य स्थाने सर्वत्र इकोणचि यदि कार्यं करोति तर्हि तत् इयम् उवं कार्यं तस्य कदापि अवकाशः न भवति खलु तस्मात् एव अहं चिन्तयामि यत् अचिष्णु धातु ब्रुवाम् इति इकोयणचि सूत्रस्य अपवादः अस्ति न तु विप्रतिषेध अतः तत्र परसूत्रस्य किमपि कार्यं नास्ति तत् अपवादः अस्ति अतः तस्य कार्यं भवति वृद्धिरेचि किल तथैव सर्वे किं वदन्ति अवगच्छन्ति वा अहं चिन्तयामि अत्र अपवादः अस्ति अपवादः अस्ति अतः अपवादस्य प्रथमं कार्यं भवति अपवादस्य कार्यं भवति अतः अचिष्णु धातु इति सूत्रम् इति भवति अतः शक्नुयोगः अन्ति तत्र उकारस्य स्थाने उ भवति शक्नु योगः अन्ति शक्नुवन्ति सो अचिष्णुतु वा अपवादसूत्रम् इको एनचि अपेक्षया अपवादसूत्रमपि अस्ति अङ्गकार्यमपि अस्ति बहु अङ्गकारमपि अस्ति परसूत्रमपि अस्ति अत्र परसु एकवारम् अपवादम् अस्ति चेत् परसूत्रं किमपि नास्ति परन्तु यदि तर्हि महोदय किम् उक्तवती यत् यदि कोऽपि द्रष्टुं न शक्नोति यत् अपवादः अस्ति तत्रापि यदि कोऽपि चिन्तयति यत् विप्रतिषेधः अस्ति तत्रापि परसूत्रम् इति कारणेन कर्तुम् इच्छति परन्तु मया दृष्ट्या तत् सम्यक् नास्ति विप्रतिषेधः नास्ति अत्र अपवादः एव अस्ति अतः अपवादत्वेन तथैव अङ्गकार्यम् अस्ति अतः तत्र प्रतिषेधः इति उक्ते तुल्यबलम् किल तुल्यबलं नास्ति खलु तुल्यबलम् अत्र नास्ति अत्र शक्नुवन्ति इति भवति न तु यण्सन्धि न भवति यण्सन्धि भवति चेत् उकारस्य वकारः शक्नुवन्ति इति भवति शक्नुवन्ति परन्तु अत्र शक्नुवन्ति अस्ति अचिष्णु धातु अस्तु तर्हि सर्वे अवगच्छन्ति वा प्रश्नाः सन्ति हन्ति धातु वा किल हन्ति हन्ति भिन्नधातुः शक्नुवन्ति सम्यक् भवति, किन्तु चिनु कुरु तत्र सूत्र द्वयस्य प्रसक्तिः अस्ति खलु. हुष्णु हुष्णुवोः अपि कार्यं कर्तुं शक्नोति तत्. तदग्रे चिन्तयित्वा आगच्छतु किमस्ति सर्वे एतत् त्रीणि सूत्राणि अस्ति खलु, षोडशपत्रे करपत्रे किञ्चित् अग्रिमवर्गे किञ्चित् कुर्मः जि. आमाम् एकवारं सर्वे चिन्तयित्वा आगच्छन्तु, अग्रे अग्रिमवर्गे वयं कुर्यामः, वयं करिष्यामः. आम् अस्तु, धन्यवादः, विरमामः, धन्यवादः. महोदय, मम एकः प्रश्नः आसीत् पूर्वस्मिन् विषये एव, यदा वयं पूर्वं पठितवन्तः, प्रष्टुं शक्नोति? शक्नोमि, क्षम्यताम्. मम एकनिमिष कुत्र इति वदामि. दिस् इस् गोयिङ्ग् बेक् टु सिव् योग न अस्तु, एकनिमिषं ऐ गेट् टु द यत्र